नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। आर्धधातुकप्रकरणे नूतनपाठः घृट् लकारः इति पाठः अद्य आरम्भं कुर्मः। महोदय आरम्भं करोति वा? महोदय म्यूटेड् अस्ति। पञ्चनिमेष अनन्तरं बहिः अस्मि। अस्तु अस्तु अस्तु नास्ति चेत् अनन्तरम् अरुण भगिनी भवती एव आरभ। अरुणा भगिनी प्राप्तं वा? किं जातम् भगिनि? म्यूट् मध्ये अस्मि, क्षम्यतां। प्रक्रिया चिन्तनम्। अर्धधातुकप्रक्रियायाः आरम्भे अनिटादिप्रत्ययाः परिशीलिताः। निच् यक् यासुट् यङ् लुक् यङ् यक् अनेन सौकर्यम् आसीत्, यतोहि कुत्रापि इडागमचिन्तनं नापेक्षितम्। यत्र यत्र कार्यसाम्यं वर्तते तत्र तत्र समूहीकृत्य एकत्र पाठः क्रियते चेत् लाभः वा इति मातुः सिद्धान्तः। अनिजादिप्रत्ययान् परिसमाप्य इडागमपाठः आरब्धः। अनेन अधुना सर्वे जानन्ति के के धातवः सामान्यतया सेट्, के च अनिटः। अग्रे गत्वा दर्शयामः यत् इडागम अपवादः सन्ति, किन्तु प्रथमतया सामान्यं ज्ञातव्यम् आसीत्। तदाधारेण अपवादानां ग्रहणसामर्थ्यं जायते। अधुना च तादृशं ग्रहणसामर्थ्यम् आगतमस्ति अस्माकम्। तर्हि अग्रे इदनुकूलप्रत्ययः परिशीलनीयः समूहरूपेण, कीदृशसमूह कार्यस्य आधारेण प्रत्ययस्य प्रथमवर्णम् अधिकृत्य समूहीकरणं भवति, यतः तमेव वर्णम् अनुसृत्य कार्यं भवति। अङ्गकार्यं च सन्धिकार्यं च प्रत्ययस्य प्रथमवर्णशब्दं च भवति। ओके, तदर्थं पूर्वं वयं पठितवन्तः आर्धधातुकप्रक्रिये अनिटादिप्रत्ययः किं किम् इति वयं पठितवन्तः। उदाहरणं निच् प्रत्ययः यक् यासोट् यङ् लोक् यङ् ल्यप्। अत्र सौकर्यम् अस्ति, इडागचिन्तनं न अपेक्षितम्। अतः निच् यक् यासुट् यङ् लोक् यङ् ल्यप् समूहं कृत्वा मातुभिः उक्तं, मातु भवति इति मातुः उक्तवती। अधुना वयं इदागम अनुकूलप्रत्ययः किं कार्यं किं भवति इति दृष्टामः। अत्र सामान्यतया वयं जानीमः के धातवः सेटः, के अनितः, के वेटः इति वयं जानीमः। अग्रे गत्वा इडागम अपवादसूत्राणि सन्ति, तदपि वयं पठामः। प्रथमतया सामान्यं ज्ञातव्यम् आसीत्, तत् आधारेण अपवादानां ग्रहणं सामर्थ्यम्। ओके, प्रथम भागः अस्ति, प्रथमं सामान्यं प्रथमतया तद् कीदं किं प्रत्ययः अस्ति तद् आधारेण अपवादानां विषयं वयं परिशीलयामः। अधुना तत्र अग्रे इडनुकूलप्रत्यय परिशीलनीयः समूहरूपेण, प्रत्यय आधारेण एव अनुसृत्य एव कार्यं भवति. अङ्गकार्यं च सन्धिकार्यं च प्रत्ययस्य प्रथमवर्णसम्बन्धं च भवति. अधुना अतः वयं तदेव पठतः तदनन्तरम् अपवादसूत्राणि पठामः. समीचीनम्. एतदेव लृट्लकारस्य किञ्चित् परिचयरूपेण तत्र प्रथमम् ईडानुकूलप्रत्ययः, अग्रे ईडानुकूलः प्रत्ययः, प्रथमं तु सामान्यप्रत्ययः विषये ज्ञातव्यम्. समीचीनं भगिनि, धन्यवादः. उषा भगिनि, येषां येषाम् इडानुकूलप्रत्ययानाम् आरम्भे तकारः वर्तते अपि च अकितः सन्ति, ते एकत्र एकः समूहः भवन्ति. तास्, तव्यत्, तुमुन्, तृच्, एते चत्वारः तकारादि अकित् प्रत्ययाः. स्यतासि लृलुटोः इत्यनेन लुटि परे धातुतः तास् प्रत्ययः भवति. धातुभ्यः विधीयमानः तास् च तिङ् च वा षित् धातुभ्यः विधीयमानः तास् न तिङ् न वा षित् इति कृत्वा आददातुकसंज्ञकः वलादिः इति कृत्वा इडानुकूलः. तदा पश्यामः यत् तव्यत्, तुमुन्, तृच् अपि तथैव सन्ति. ते एते त्रयः प्रत्ययाः न तिङ् न वा षित् इति कृत्वा आर्धधातुकसंज्ञकाः वलादयः च वशादयः न इति कृत्वा इडानुकूलः. अधुना अत्र पुनः इतोपि सादृश्यं वर्तते, यतोहि तास् प्रत्ययः तकारादिः, एते त्रयः तव्यत्, तुमुन्, तृच् अपि तकारादयः. अस्य सर्वस्य दर्शनेन अवगच्छामः यत् लुट् लकारप्रक्रियायां यादृशम् अङ्गकार्यं सन्धिकार्यं च भवति तादृशम् एव अङ्गकार्यं सन्धिकार्यं च भवति एतेषु त्रिषु प्रत्ययेषु अपि. पुनः एतेषु त्रिषु प्रक्रियासाम्यं बहु अधिकम् अस्ति इत्यतः एतेषां त्रयाणां तकारादि कृत् प्रत्ययानां चिन्तनं मिलित्वा कृतम् अस्तु. पूर्वं वयं दृष्टवन्तः प्रत्ययस्य प्रथमवर्णं किम् इत्यस्य अधिकृत्य समूहीकरणं भवति इति, तत् कार्याणि किम् इति. अत्र येषाम् इडानुकूलप्रत्ययानां तकारः तास्, तव्यन्त्, तुमुन्, तृच् इति तकारादि एकः समूहः भवति. अत्र एते चत्वारः तकारादि अकित् प्रत्ययाः. अकित् प्रत्ययाः, अकित् इत्युक्ते कित् नास्ति इति. तास्, तव्यत्, तुमुन्, तृच्, ओके, कित् नास्ति. भगिनि, सत्यं, कित् नास्ति खलु? कित् नास्ति, आम्. स्यतासि लृलुटोः इति सूत्रेण लुटि परे धातुतः तास् प्रत्ययः विधीयते. लुटि कृते तास् प्रत्ययः, लृ कृते लृट् प्रत्ययस्य कृते स्य इति वयं जानीमः. धातुभ्यः विधीयमानः तास् तिङ् तास् धातुभ्यः विधीयमानः चत्वारः प्रत्ययः तास् तव्य तुमुन् तृच् इति समूहे तास् प्रत्ययः तिङ् प्रत्ययः नास्ति अपि च षित् प्रत्ययः नास्ति इति कृत्वा आर्धधातुक तिङ् षित् सार्वधातुकं. सो तिङ् अपि नास्ति, षित् अपि नास्ति, आर्धधातुकप्रत्ययः वलादि अपि च वलादि तत् जानीमः इति कृत्वा ईडनुकूलः. अपि च वयं तव्यत्, तुमुन्, तृच् अपि तथैव तिङ् नास्ति, षित् नास्ति, आर्धधातुक अपि च बलादि अपि इडानुकूलः अपि एते त्रयः प्रत्ययः अतव्यत्वमुन् तृच् इति न तिङ् न वाषित् इति कृत्वा वलादयः आर्ददादुकः वशादयः अपि वशादयः वश् अदयः न इति कृत्वा इडनुकूलः किं वश् हयवरट् लण्मङ्गणनं जबन् गडदश् दास् प्रत्ययः ओ धातुतः विधीयतः इत्यनेन वश् अस्ति चेत् एव न भगिनी न न नेट् वशीकृति खलु नेड् वशीकृति सो कृत् प्रत्ययः वशादि इति चेत् न इट् तत्र किमर्थं वयं तास् कृते वयं न दृष्टवन्तः तास् कृते दृष्टवन्तः खलु तव्यत्वमुन्त्रिच् इति अत्र क्षम्यताम् अहम् तव्यत्वमुन्त्रिच् वयं वशादयः वशादयः इति इति वयं दृष्टवन्तः सत्यं सत्यं ओके तास् प्रत्ययः अत्र तास् वयं तास् इति कृत् कुर्मः कृत् नास्ति खलु तास् प्रत्ययः कृत् नास्ति ओ तव्यत्वम् अन्तरिच् ओके या या या दट्स् वै ओके नेड् वशीकृति ओके अधुना अत्र पुनः इतोपि सादृश्यं वर्तते यतोहि तास् प्रत्ययः तकारातिकी एते त्रयः तव्यत्वम् अन्तरिच् अपि तकारादयः अस्तु अस्य सर्वस्य दर्शनेन अवगच्छामः यत् लुट् लकारप्रक्रियायां यादृशम् अङ्गकार्यं सन्धिकार्यं च भवति ओ लुट् यत् वयम् अग्रे दर्शामः ओके तादृशमेव अङ्गकार्यं सन्धिकार्यं च भवति एतेषु त्रिषु प्रत्ययेषु अपि ओके पुनः एतेषु त्रिषु प्रक्रियासाम्यं बहु अधिकम् अस्ति इत्यतः एतेषां त्रयाणां तकारादिकृत् प्रत्ययानां चिन्तनं मिलित्वा कृतम् ओके तकाराति कृत् प्रत्ययः तास् इति कृत् प्रत्ययः नास्ति ओके बट् तास् इति धातुतः तव्यत्वमुन्त्रिच् अपि धातुतः एव विधीयते परन्तु प्रातिपदिकम् आसीत् कृतो तत्र साम्यं तास् तव्यत्वमुन्त्रिच् साम्यम् आसीत् प्रक्रियायां नौ तव्यत्वमुन्त्रिच् तास् सर्वं स्वीकृत्य लृट् लकारस्यापि तत्र साम्यं यत् अस्ति तादृशं ते स्वीकृतवन्तः all that which are similar brought together okay agre patami va bagini tarhi tarhi agre kimartam tva tavatu ta tin iti prasiddhi prasiddha takaradi pratyaha asmin paata samuhe sammilitaha na santi okay karanam asti yat etesham chaturnam इडागमविशेषाः अनेके सन्ति तास् तव्यत् तुमुन् तृत् इत्येतेषु विशिष्ट इडागमसूत्राणि अतीवन्यूनानि सन्ति अस्तु अतः ये इडागमसम्बन्धसामान्यनियमाः अस्माभिः अधीताः ते सर्वे सङ्गच्छन्ते अस्मिन् पाठे अपवादाः न्यूनाः एव दृश्यन्ते परञ्च त्वा तवतु त तिन् इत्येतेषां प्रत्ययानां कृते अनेकानि विशिष्ट इडागमसूत्राणि सन्ति तदर्थम् येषां पाठः पृथक् भवति तवतु त इत्यनयोः इडागमव्यवस्था समाना तवतु अपि च त ओके समाना अतः एकत्र तयोः पाठः भविष्यति परन्तु त्वा पृथक्तया करिष्यते पुनः तिन् पृथक्तया करिष्यते अस्तु त्वा तुमन् त्वा तवतु त तिन् इति प्रसिद्धतकारातिप्रत्ययः अपि अत्र पाठे न सन्ति इति अत्र कारणम् अस्ति तयोः त्वा तवतु त तिन् इति तकारातिप्रत्ययः कृते बहवः कार्याणि सन्ति परन्तु अत्र अपि च तव तेषु एते प्रत्ययाः त्वा तवतु तिन् इति अकित् नास्ति कित् प्रत्ययः परन्तु तास्तव्यत्वमुन् तृच् इति विशिष्ट इडागम अतीव न्यूनानि सन्ति एव, इडागमसूत्राणि न्यूनानि सन्ति इति दत्तं, बट् न्यूनानि इति न्यूनानि एव ओपिनियन् न सामान्यतया तद् न्यूनानि एव कथपाठे वयं दृष्टवन्तः खलु, तत्र अधिकसूत्राणि किमपि नास्ति, परिचितानि एव सत्यम्. अतः ये इडागमसम्बन्ध सामान्यनियमाः अस्माभिः अधीताः ते सर्वे सङ्गच्छते अस्मिन् पाठे. परन्तु त्वातवतु तिन् इत्येतेषां प्रत्ययानाम् अनेकानि विशिष्ट इडागमसूत्राणि सन्ति, सो पाठः पृथक् भवति. अपि च तवतु त इत्यनयोः इडागमव्यवस्था समाना, तवतु अन्त, सो तयोः पाठः भविष्यति. परन्तु त्वा इत्यस्य कृते पृथक्तया अग्रे करिष्यते. अस्तु भगिनि, समीचीनं. समानं यदा वयं रूपं साधयामः तत्र तु सरलमेव दृश्यते, तवतु त्वा इति. तिन् इति अधिकप्रयोगः नास्ति, परन्तु व्यवहारे लङ् लकारस्य स्थाने वयं तवतु प्रत्ययस्य एव प्रयोगं कुर्मः खलु सामान्यतया, तत्र सरलं सरलम् इति दृश्यते. परन्तु यदा वयं तत्र सूत्रानुसारेण रूपसाधनं कुर्मः तत्र तु क्लेशः अस्ति. क्लेशः इति न, चिन्तनम् अधिकम् अपेक्षितम् इति. सम्यक् अस्तु महोदय, आगतवान् वा? आमां किन्नित्यस्य तत्र क्रियाद्योतकं न भवति खलु, प्रयोगः अन्येषु तत्र कृत्तेषु क्रियाद्योतकत्वं भवति, अतः तेषां प्रयोगः भवति अधिकतया. सत्यं सत्यं सत्यं. चिन्तयित्वा वयं प्रयोगं न कुर्मः तिन् इत्यस्य, तद् सामान्येन तद् आगच्छति वाक्ये, अतः तद् चिन् प्रत्ययः उपयुज्य एव साधितम् इति चिन्तनम् अधिकं क्रियापदरूपेण तस्य कार्यं न भवति सामान्यतः व्यवहारे, तत्र क्रियापद न दृष्टं स्यात् तत्र. एतावत् सामान्यतकारादि अकित् प्रत्ययानां पाठः समाप्तः. अधुना नूतनपाठसमूहः आरभ्यमाणः इडानुकूलसकारादि आरधातुक अकित् प्रत्ययाः सम्मिलितरूपेण क्रमेण पठिष्यन्ते. ते एते सन्ति स्य इति लृट् लृङ् लकारे, सिप् इति लेट् लकारे, सियुट् आत्तनिपदि आशीर्लिङ्ग्, सन् इति सनन्तदातवः. अनन्तरं सिच् लुङ् लुङ् लकारे, लिट् लकारे, अनन्तरं नामदातवः च. एते पृथक्तया करिष्यन्ति. नामदातवः किम् अस्ति, सन् अस्ति वा नाम सन् अस्ति, कोऽपि अन्य अस्ति, कोऽपि अन्य अस्ति वा सकारादि सकारादि अस्तु, अन्ये सकारादि नास्ति वा, सकारादि एव खलु. अस्तु, एते पृथक्तया करिष्यन्ते. लुङ्लकारस्य सिच् प्रत्ययः पृथक् अस्ति, यतोहि लुङ्लकारे अनेके प्रत्ययाः सन्ति, येषां प्रत्ययानां प्रसङ्गे सिच् करिष्यते. इदानीं लुङ् कृतं खलु एकवारम् अस्माभिः, लुङ्लकार लुङ्लकारे कर्मणि प्रयोगे कृतम् अस्माभिः तत्र. इदानीं सकारादि आधातुकप्रत्ययः, तत्र वयं स्या, सिप्, सियुट्, सन्, सिच्, लिट् नामदातः एते सन्ति, परं तत्र स्या इत्यस्य तत्र लुङ्लकार सिच् प्रत्ययः पृथक् भवति. किमर्थम् इत्युक्ते अनेके प्रत्ययाः सन्ति. इदानीम् अस्माकम् अस्ति तस्य स्या प्रत्ययः, तत्र लिट् लुङ् इति लकारद्वये अपि तत्र स्या इत्यस्य विकरणप्रत्ययस्य प्रयोगः भवति. लेट् सिप् इति अस्ति सकारे, सिप् इति भवति, सियुटात्नेपदि एते सन्ति सन्दातवान् क्रमेण जायमाना अस्ति. इदानीम् अस्माकं त्रिट्लकारे यत् सकारादि अर्धार्थक अकित् प्रत्ययः अस्ति इति कृत्वा तस्य इदानीं आदौ भवति. तत्र मातुः मार्गः एष एव अस्ति तत्र यत्र क्रमेण भवति इति तत्र कार्यं समानमस्ति तत्र तत्रापि तत्र क्रमेण तादृशक्रमेण एव पाठः प्रचलति. इदानीं ऋट् परिचयः पठामि वा? आं महोदय. तर्हि अधुना अस्मिन् पाठे स्यात् प्रत्ययं स्वीकुर्मः. अस्मिन् पाठे लृट् लकारस्य स्यात् प्रत्ययः अवलोक्यते, तदा अग्रिमे पाठे लृङ् लकारः स्वीकरिष्यते. लृट् लकारः सामान्यभविष्यत्कालः इत्युच्यते. अस्य तात्पर्यम् एवं यत् सर्वत्र भविष्यत्कालार्थे लृट् लकारः व्यवह्रियते, अपवादभूतव्यवहारः तस्य स्थाने न भवति चेत् भविष्यत्कालार्थे लृट्लकारः भवति. अपवादस्तु अत्र लुट्लकारः अस्माभिः पठितमासीत् तत् भविष्यत्काले तत्र शोभावि. तर्हि सामान्यस्य व्यवहारः कुत्र इत्यस्य बोधनार्थम् अपवादस्य व्यवहारः कुत्र भवति इति बोध्यं. तद्विहाय अवशिष्टं सर्वं सामान्यमिति प्रथमतया लुट्लकारस्य विधायकसूत्रम् अवलोकयामः. अस्तु, तर्हि तत्र अस्माकम् इदानीं परिचयः अस्ति, लिट्लकारस्य परिचयः अत्र दत्तमस्ति. लिट्लकारे तत्र स्य इति प्रत्ययः भवति. लिट्लकारः सामान्यभविष्यत्काले एव भवति. अपवादभूतव्यवहारः तस्य स्थाने नास्ति चेत् तत्र अपवादभूतव्यवहारः कुत्र भवति इति अस्माभिः पठितमासीत् लुट्लकारे. तत्र शोभावि तत्र शोभावि यत्र भवति शोभावः तत्र लुट्लकारस्य प्रयोगः भवति इति अस्माभिः दृष्टम् इति अस्ति तत्र. तर्हि सामान्यस्य व्यवहारः कुत्र इत्यस्य बोधनार्थम् अपवादस्य व्यवहारः कुत्र भवति इति यत्र पुनः अस्माभिः तत्र अस्तु अत्र कुर्मः. तत्र कुत्र भवति इति बोध्यं, तद्विहाय अवशिष्टं सर्वं सामान्यमिति दत्तमस्ति. अस्तु, तत्र तस्मिन्नेव पाठे तद् समयविषये आसीत् खलु? आमां, समयविषये आसीत् तत्र. तत्र श्वः इति अपि च श्वकालिक तत्र शोभावि शोभावितम् आरोप्य तत्र लुट्लकारः भवति इति अस्माभिः दृष्टमासीत्. श्व अथवा शोभावम् आरोपयित्वा वक्तुः मनसि तादृशः अस्ति चेत् लुट्लकारस्य प्रयोगः अपि भवति. अनन्तरं तादृशं किमपि खलु, नववादनात् अनन्तरं नववादनान्तरम्. आमां, नववादनान्तरं तत्र प्रथम गतरात्रेः प्रथम प्रहरात् आरभ्य नववादनपर्यन्तम् इति किमपि आसीत्. आमां, तत्र तादृशम् अत्र योजितं वा तद् पश्यामः, अग्रे आगच्छति अथवा एकवारं द्रष्टव्यं पुनः तद् नास्ति अस्ति अस्ति तत्र वयं दृष्टवन्तः. न अत्र अस्ति, अग्रे अस्ति, अग्रे लुट् इति अनदलुट् इति लुट् व्यवहारः कृत्वा इति लुट्टः अपवादः इति दत्तं. पुनः अस्ति चेत् सम्यक् भवति, एकवारं पुनःस्मरणं करणीयं तद् पुनःस्मरणं. आमां, सत्यं सत्यं. अस्तु, लृट् शेषे च इति पठतु, अनन्तरम् अरुणा पठेत् महोदय. अस्तु, लृट् शेषे च इति तृतीयाध्याये च तृतीयपादस्य त्रयोदशसूत्रमस्ति. लृट् शेषे च इति 3313 सामान्यभविष्यत्कालार्थे धातोः लृट् लकारः भवति. उपपदरूपेण अन्या क्रिया भवति चेदपि न भवति चेदपि अस्तु, भविष्यत्काल भविष्यदर्थ अर्थात् धातोः लृट् स्यात् क्रियार्थायां क्रियायां सत्याम् असत्यां वा इति लघुसिद्धान्तकौमुदी. लृट् प्रथमान्तं शेषे सप्तम्यन्तं च अव्यपदं त्रिपदमिदं सूत्रं भविष्यति गम्यादयः इत्यस्मात् भविष्यति इत्यस्य अनुवृत्तिः. तुमनूलौ क्रियायां क्रियार्थायाम् इत्यस्मात् क्रियायां क्रियार्थायाम् अनुवृत्तिः धातोः इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रमस्ति भविष्यति क्रियार्थायां क्रियायां धातोः लृट् शेषे च इति. अत्र लुट्लकारः भविष्यत्कालार्थे भवति, अपि च तत्र उपपदरूपम् अन्यक्रिया अस्ति चेदपि अथवा नास्ति चेदपि, किमर्थम् इति चेत् तत् क्रियार्थां क्रियायाम् इति तत्र तुमण्णूलौ इति तत्र यत्र तुमण्णूलोः तत्र विधानं तत्र क्रियायां क्रियार्थायामेव भवति इति अस्माभिः दृष्टमासीत् सामान्यरूपेण. अत्रापि तस्य अनुवृत्तिः अस्ति, अस्ति क्रियार्थां क्रियायाम् अस्ति, क्रियार्था क्रिया अस्ति चेदपि नास्ति चेदपि भविष्यत्कालार्थे लिट् लकारस्य प्रयोगः भवति इति. लिट् शेषे च इति उक्तं, शेषे च इति भविष्यति क्रियार्थायां क्रियायां धातौ लिट् शेषे च इत्यनेन तत्र उपपद तत्र उपपदम् अस्ति चेदपि नास्ति चेदपि, क्रियार्था क्रिया इति अस्ति चेदपि नास्ति चेदपि तत्र लुट्लकारस्य प्रयोगः भवति इति, लुट्लकविधानं भवति इति अस्ति. अत्र तत् पठनीयं वा तत् भगिनी अस्ति वा कुत्रापि गतवती इति अस्तु महोदय, भवान् एव पठतु अनन्तरं प्रायः आगच्छति. अत्र अनुवृत्तिसहितसूत्रे भविष्यति इत्यनेन भविष्यत्कालार्थे इति अस्ति, भविष्यत्कालार्थे भविष्यति. क्रियार्थायां क्रियायाम् इत्यनेन विशिष्टपरिस्थितिः वर्तते यस्मिन् द्वितीया क्रिया साहाय्यकरूपेण कार्यं करोति. यत्र यत्र तादृशी द्वितीया क्रिया नास्ति वृत्तकारे एव एका क्रिया अस्ति तत्र शेषे इत्युक्तं. क्रियार्थायां क्रियायाम् इत्यस्य प्रसङ्गे उपपद इत्यस्य अपि इत्यपि शब्दः प्रयुक्तः. क्रियार्थायां क्रियायाम् उपपद इत्यनयोः अवगमनार्थं तुमण्णूलौ इति प्रत्ययोः विधायकसूत्रम् अवलोकयामः. तुमन् प्रत्ययस्य पाठे इदं सूत्रं पठितवन्तः, पुनश्च परिशीलयामः यतोहि अत्रैव एषः पारिभाषिकशब्दानां मूलव्यवहारः कृतः इति. अत्र सूत्रे भविष्यति क्रियार्थायां क्रियायां धातोः लुट् इति उक्तं, तर्हि अत्र क्रियार्थ एक तत्र क्रियाद्वयमस्ति, एका क्रिया द्वितीया क्रियाया क्रियायाः सहायकरूपेण भवति. तत्र तादृश ये तादृशक्रिया अस्ति चेत् तत्र उपपदे अस्ति चेत् तत्र लुट्टकारस्य प्रयोगः भवति इति एकम् अस्ति. शेष इति शेषे च इत्यनेन अस्माभिः ज्ञातुं शक्यते यत्र तादृश उपपद न क्रिया न तत्र तादृशक्रिया नास्ति उपपदरूपेण क्रियार्थायां क्रियायाम् इति नास्ति, तत्र विशिष्टपरिस्थितिः नास्ति, तत्रापि लुट्टकारस्य प्रयोगः भवति इति अस्ति. इदानीं क्रियार्थायां क्रियायाम् उपपद इत्यनयोः अवगमनार्थं तुमण्णूलौ इति प्रत्ययस्य प्रत्ययस्य विषये किञ्चित् पठित्वा इतोपि सम्यक् अवगमनं अस्माकं भवति इति महोदयेन दत्तमस्ति अत्र. अग्रे समीचीनं तत् सामान्यतया सामान्यभविष्यत्कालार्थे तत्र लृट्लकारः अत्र कुत्र इदानीमेव पठितवती अनेन सूत्रेण पठिष्यति इति गच्छति इति पठिष्यति इति शालां गच्छति, पठितुं शालां गच्छति इति तुमन् प्रत्यय अथवा पाठकः गच्छति इति तत्र त्रिच् स्वक्षमद नूल् खलु नूल् इति पाठकः गच्छति इति नूल् क्रियार्थायां क्रियायां पठितुं गच्छति इत्यर्थे पठितुं गच्छति इति तुमन् भवति, पठिष्यति इति गच्छति इति क्रियार्थायां क्रियायां तत्र तदपि वाक्यं भवति इति चिन्तयामि. पठिष्यति इति गच्छति तादृशप्रयोगः वयं न कुर्मः, पठिष्यति इति गच्छति इति पठितुं गच्छति इत्येव वदामः खलु, परन्तु तत्र क्रिया सूत्रे अस्ति क्रियार्थायां क्रियायाम् इति अस्ति तत्र शेषे च इति तत्र अनुवृत्तिः अस्ति इति कृत्वा सत्यं तदेव उदाहरणम् अत्र प्रदर्शितं तत्र अष्टाध्याय्यामपि अष्टाध्यायी.com. अस्यां स्थितौ मुख्यक्रियायाः निर्देशः लृट् लकारेण क्रियते. रामः पठिष्यति इति शालां गच्छति, तत्र रामः पाठकः शालां गच्छति अथवा रामः पठितुं शालां गच्छति तत्र तदपि वक्तुं शक्यते नु तुमुन् नुवु लौ इत्यनेन, परन्तु एतदपि साधु एव रामः पठिष्यति इति शालां गच्छति पठिष्यति इति शालां गच्छति इति अस्ति क्रियार्थां क्रिया इति तत्र किञ्चित् भवति पाठकः गच्छति इति तादृश तत्र स्पष्टरूपेण न भवति खलु क्रिया सा क्रिया इति पाठकः कोऽपि पाठकः गच्छति इति सः विजेष्यति विजेष्यते इति युध्यति सः विजेतुं युध्यति इति अर्थः मुख्यक्रिया विजनं क्रियार्था क्रिया योधनं कृष्णं द्रक्ष्यति इति अर्जुनः याति कृष्ण द्रष्टुम् अर्जुनः याति कृष्णं द्रष्टुम् अर्जुनः याति इति अर्थः मुख्यक्रिया दर्शनं क्रियार्था क्रिया यानं वयं क्रीडिष्यामः भवति खलु तत्र इति प्रयोगस्य तत्र वयम् अस्माभिः ज्ञातुं शक्यते तत्र क्रियार्था क्रिया इति अस्ति आम् रामः अर्जुनः द्रक्ष्यति गच्छति इति वदामः चेत् तत्र न भवति खलु कृष्णं कृष्णं द्रक्ष्यति गच्छति इति न भवति खलु तत्र समीचीनं न भवति इति आवश्यकमस्ति एव इति आवश्यकं वयं क्रीडिष्यामः इति गच्छामः तत्र एकस्मिन् एक एव भवति खलु क्रियापदम् एकमेव वाक्ये खलु सत्यम् एकतिङ् वाक्यं सत्यम् एकतिङ् वाक्यम् अत्र एकतिङ् वाक्यम् अत्र क्रियाद्वयम् अस्ति इति इत्यनेन एव वयं ज्ञातुं शक्नुमः क्रियाद्वयम् अस्ति इति सत्यं सत्यम् आम् सो अनेन सूत्रेण अद्यतन अनद्यतन भविष्यत्कालार्थं लृट् प्रत्ययः एव विधीयते परन्तु अनद्यतने लुट् इत्यनेन अनद्यतन भविष्यत्कालार्थ इति सः श्वः गन्ता इति तत्र भवति परन्तु सः अद्य श्वः वा गमिष्यति इति भवति यदा अतः क्रियार्था क्रिया नास्ति चेत् अनद्यतनभविष्यत्कालार्थं लुट् लकारः एव प्रयोक्तव्यः इति अस्ति ओ अस्तु तत् स्पष्टम् अस्तु समीचीनं महोदय अस्तु अरुणा भगिनी आगतवती वा आगतवती भगिनि क्रियार्थायां क्रियायाम् इत्यस्य परिचयः तुमुन् प्रत्ययस्य माध्यमेन बोल्ड् मध्ये अस्ति क्रियायां क्रियायाः लोट्लकारे अग्रे क्रियार्थायां क्रियायाम् इत्यस्य परिचयः ओके क्रियार्थायां क्रियायाम् इत्यस्य परिचयः तुमुन् प्रत्ययस्य माध्यमेन तुमुन्नुलौ क्रियायां क्रियार्थायां तुमुन्नुलौ क्रियायां क्रियार्थायां प्रथमसूत्रम् एकस्याः क्रियायाः साधनार्थम् अपरस्यां क्रियायाम् उपपदे सति भविष्यत्तत्ते प्रथमायाः क्रियायाः धातुतः तुमुन् च नुल् च प्रत्ययो भवति क्रियार्थायां क्रियायाम् उपपदे धातोः भविष्यत्काले प्रत्यये इति काशिका वदति अत्र इमौ द्वौ प्रत्यये तुमुन् नूल् भविष्यत्तार्थे तुमुन् भावार्थे नूल् कर्तर्थे तत्र उपपदं सप्तमीस्तम् इत्यनेन क्रियायाम् उपपद्यसप्तमी विभक्तौ स्तः पठितुं गच्छति इत्यस्मिन् पाठनक्रियायाः साधनार्थं गमनक्रिया वर्तते पठनम् इति अस्ति प्रयोजनं क्रियार्थायाम् उपपदसप्तमी विभक्तौ स्तः क्षम्यतां भगिनि पठनम् अस्ति प्रयोजनं नाम लक्ष्यं गमनम् इति साधनं पठनम् इति क्रियायाः कृते गमनम् इति क्रिया वर्तते इति कृत्वा गमन क्रिया अस्ति क्रिया एतदर्थं गमनक्रियायाः उपपदसंज्ञा भवति. तुमुन् च नुरुल् च तयोः इतरेतरद्वन्द्वः तृमुन् वलौ क्रियार्थः प्रयोजनं यस्याः सा क्रियार्था तस्यां क्व्रियार्थायां बहुव्रीहिः. तुमुन् वलौ प्रथमान्तं क्रियायाः सप्तम्यन्तं किमर् क्रियार्थायां सप्तम्यन्तं त्रिपदमिदं सूत्रं भविष्यति. गम्यादयः इत्यस्मात् भविष्यति इत्यस्य अनुवृत्तिः प्रत्ययः परश्च धातोः इदनेन एतेषाम् अधिकारः अनुवृत्तिसहितसूत्रमस्ति. धातोः तुमुन् उल्लौ प्रत्ययौ परश्च भविष्यत् क्रियार्थायां क्रियायाम् ओके तृण् क्रियार्थायां क्रियाया विषयम् अत्र चर्चितं. तुमुन् प्रत्ययस्य तुमुन् नुलौ क्रियायां क्रियार्थायाम् इति सूत्रमस्ति. एकक्रियाया साधनार्थम् अपर क्रियायाः सहायम् अस्ति चेत् उपपदरूपेण सति भविष्यत्यर्थे प्रथमायाः क्रियाः धातुतः तुमुन् वा नुल् च प्रत्ययो भवति. तुमुन् प्रत्ययः भावार्थे प्रयुज्यते, नुल् तु कर्तार्थे प्रयुज्यते. अन्यसूत्रमस्ति तत्र उपपदं सप्तमीस्थम् इत्यनेन क्रियायाः क्रियार्थायाम् उपपदसप्तमी विभक्तौ स्तः. ओके दट् मीन्स् अत्र उपपदं पदं सप्तमी विभक्तौ भवति. उदाहरणमस्ति घटितुं पठितुं गच्छति इत्यस्मिन् पठनक्रियायाः साधनात्र गमनक्रिया वर्तते. अत्र क्रियायाः इत्यनेन प्रयोजनमपि अर्थमस्ति. पठनमस्ति प्रयोजनं लक्ष्यं गमनमिति साधनं अन्यबुधा टु लुक् अट् अदर् वे. सो सूत्रमस्ति धातोः तुमुनुलौ प्रत्ययो परश्च भविष्यति क्रियार्थायां क्रियायाम्. अत्र सूत्रं वदति धातु अनन्तरं तुमुन् वा नुल् प्रत्ययो विधीयते परश्च भवति भविष्यत्कालार्थे क्रियार्थायां क्रियायां विषये. एकक्रिया कर्तुम् अन्यक्रिया वर्तते तदेव क्रियार्थायां क्रियायां. सत्यं तदपि पठतु भगिनि. तत्र उपपदं सप्तमी अस्ति. तत्र उपपदं सप्तमीस्थं धातोः इति सूत्रस्य अधिकारे विद्यमाने सूत्रेषु यः शब्दः सप्तमी विभक्तायमस्ति तेन निर्दिष्टं पदम् उपपदसंज्ञकं भवति. एतेषु सूत्रेषु सप्तमी विभक्त्याः अर्थः अस्ति उपपदसप्तमी. तेषु तत्र इत्यपि अन्येति सतिसप्तमी इत्यर्थे. यत् सूत्रं धातोः इति सूत्रस्य अधिकारे अस्ति इत्युक्ते तृतीय अध्याय अन्तपर्यन्तं सप्तमी विभक्ताः निर्दिष्टपदस्य उपपदसंज्ञा भवति. अपि च तत्र इत्यनेन तस्मिन् उपपदसंज्ञकः भवति. तेन सूत्रेण यः प्रत्ययविधीय विधातव्यः तच्च प्रत्ययः अस्य उपपदसंज्ञकपदबलेन विधीयते. तस्मिन् च सत्येव पश्यमाणः प्रत्ययः स्यात्. ओके तत्र उपपदं सप्तमीस्थम् अत्र धातुतनन्तरं आर् एन् धातु अधिकार सप्तमी विभक्ति रूपशब्दम् अस्ति चेत् तत् पदम् उपपदसंज्ञकं भवति. न धातोः इति सूत्रस्य अधिकारे यानि सूत्राणि सन्ति तेषु सूत्रेषु यः शब्दः सप्तमीविभक्त्याम् अस्ति. सो गतसूत्रं पश्यतु, तुमुन् ओलौ क्रियायां क्रियार्थायां, तद् धातोः इति अधिकारे अस्ति, प्रत्ययः परस्य धातोः इति अधिकारे, धातोः इति अधिकारे अस्ति. तस्मिन् सूत्रे सप्तमी अस्तं सप्तमी विभक्ति अन्तं पदं किम्? तुमुन्मुलौ प्रत्ययौ. तद् विधीयते खलु, तद् क्रियायां क्रियार्थायां. क्रिया इति शब्दस्य लतायां सप्तमी. सो पदद्वयमपि सप्तमी अस्ति. तुमुन्नूलौ इति प्रथमा द्विवचनं, तुमुन् प्रत्ययः विधीयते, नूल् प्रत्ययः विधीयते, तुमुन्नूलौ प्रथमान्त. सो तद् तस्य क्रियायां क्रियार्थायाम् इति सूत्रे यत् सप्तमी विभक्ति अन्तं पदम् अस्ति, तस्य उपपदम् इति संज्ञा भवति. अन्यनामाने अभिधेयमस्ति अधिकारे इत्युक्ते सप्तमी विभक्त्याः निर्दिष्टस्य उपपदसंज्ञा भवति च तत्र इत्यनेन तस्मिन् उपपदसंज्ञकपदे अस्ति सति सप्तमी इति अपि वदति. कथं भगिनि? ओ ओके, तत्र इति सप्तमी इति अर्थे. ओके, क्रियायां क्रियार्थायाम् इति तत्र सति सप्तमी, क्रिया क्रियार्था क्रिया सति सप्तमी खलु, क्रियार्थायां क्रियायां सत्याम् इति भवति. आं भगिनि, उपपदसंज्ञा भवति तुमुल् पृच्छौ पदौ किमर्थमस्ति चेत् सूत्रे किं पदं तप्तमे रिक्तौ अस्ति ते उपपदसंज्ञा भवति. सत्यं, तत्र समासपाठे अपि उपसर्जनम् इति एका संज्ञा भवति खलु, तादृशम् अत्रापि अनेन सूत्रेण किम् अवगन्तुं शक्यते इत्युक्ते, यस्मिन् सूत्रे धातोः इति अधिकारे सूत्रं भवेत् तद् प्रथमनियमः, तस्मिन् सूत्रे सप्तमी अन्तं पदम् अस्ति चेत् तस्य उपपद इति संज्ञा भवति. तत्र इति यद् अस्मिन् सूत्रे तत्र इति अस्ति खलु, तस्य अर्थः कः इत्युक्ते सति सप्तमी इति अर्थः. तस्मिन् उपपदसंज्ञकपदे सति, उपपदसंज्ञके पदे इत्यस्य स्थाने क्रियार्थायां, तस्मिन् क्रियार्थायां क्रियायां सत्या किमपि तुमुन्नूलौ विधीयेते इति भवति. अवगतं खलु? जस्ट् तत्र ब्लाङ्क्स् इव अस्ति, तदेव वयं फिलप् करणं. समीचीनं, धन्यवादः भगिनि. उषा भगिनि, यथा तुमुन् नुलौ क्रियायां क्रियार्थायाम् इति सूत्रे निर्दिष्टपदस्य उपपदसंज्ञा भवति, अपि च तादृशपदस्य उपस्थितौ एव विहितम् उपस्थितौ एव विहितं कार्यं विधीयते. अस्तु, नाम अनेन सूत्रेण भोक्तुं व्रजति इति निदर्शने क्रियायां क्रियार्थायाम् इत्यनेन तत्रोपपदं सप्तमीष्टम् इत्यस्य साहाय्येन व्रजति इत्यस्य उपपदसंज्ञा भवति, व्रजति इति उपपदसंज्ञा भवति. अपि च यदा इयं व्रजनक्रिया अस्ति तदा भुज् धातुतः तुमुन् प्रत्ययः विधीयते, अतः उपपदसप्तमी अपि अस्ति, सतिसप्तमी अपि अस्ति. यथा पूर्वं वयं दृष्टवन्तः तुमुन् उलौ क्रियायां क्रियार्थायां क्रियायां क्रियार्थायाम् इत्यस्य कृते उपपदसंज्ञा भवति, उपपदसंज्ञा भवति यतोहि सूत्रे दृष्टमान पदस्य विभक्तिः सप्तमी विभक्तिः अस्ति. देन् तत्रोपपदं सप्तमीष्टम् इत्यनेन तत् अधिकारे अस्ति इत्यनेन क्रियायां क्रियार्थायाम् इति पदे what do we call that? उपपद उपपदसंज्ञा भवति क्रियायां क्रियायां क्रियायां क्रियार्थायां द्वयोः पदे कृते अपि उपपद संज्ञा भवति. उपपदसंज्ञा इति चेत् अत्र उपपदसंज्ञा अस्ति इति कृते निन्न तुमुन् अपि च उलौ इति तुमुन् अपि च नुल् प्रत्ययः विधीयते, नुल् प्रत्ययः विधीयते. अत्र व्रजति अत्र उदाहरणमस्ति भोक्तुं व्रजति, भोक्तुं व्रजति इत्यस्य कृते तुम् तुमुन् प्रत्ययः विधीयते. व्रजति इति उपपदसंज्ञा भवति, उपपदसंज्ञा भवति इत्यनेन व्रजति इति उपपदसंज्ञा यतोहि क्रियायां क्रियार्थायाम् इत्यस्य क्रियायां क्रियार्थायाम् ऐ एम् सेयिङ्ग् अनदर् या क्रियायां कृतवती चिन्ता भगिनि क्रियामामां व्रजति इत्यस्य उपपदसंज्ञा भवति, अपि च व्रजनक्रिया अस्ति. यदा व्रजनक्रिया अस्ति तदा भुज् धातुतः निन्न तुमुन् प्रत्ययः विधीयते. इदम् अस्य सूत्रस्य कार्यम् अस्ति. सो उपपद सप्तमी अपि अस्ति, सति सप्तमी अपि अस्ति. अस्तु क्रियायां क्रियायां क्रियायां क्रियार्थायां सत्यं वारं क्रियायां न तत्र अग्रे क्रियार्था इति अस्ति खलु. So we will tend to do that yakara vivara. Tad yecho yavayavah, aham sarvada tadeva smarami. Adhau prathamavaram edha vaktavyam tad yecho yavayavah sutram. Ya, ya, ya, iti agatthi kriya. Swarup mahodayah varam varam uktavan. Punaha vadatu, tatra yakara dvivaram, trivaram agatthi. Chekriyayam. कदापि अहं न विस्मरामि एषो एव सूत्रं तद् अवयव तत्र य इति आगच्छति खलु. वि हाव् दट् प्राब्लम् वित् यकार यकार तत् पुनः आगच्छति. आं भगिनि अग्रे कस्याः अपि क्रियायाः साधनार्थं यदा द्वितीया क्रिया उपयुज्यते सा द्वितीया क्रिया क्रियार्था क्रिया इत्युच्यते. यथा भोक्तुं गच्छति इत्यस्मिन् भोजनक्रियायाः साधनार्थं गमनक्रिया उपयुज्यते, अतः गमनक्रिया क्रियार्था क्रिया. तस्याः च गमनक्रियायाः उपपदसंज्ञा भवति. तत्र प्रथमक्रिया भविष्यत्काले अस्ति यतोहि एतावता सा क्रिया न आरब्धा. अत्र भोजनक्रिया न आरब्धा अतः सा भविष्यत्काले अस्ति. यदा एका क्रिया न आरब्धा नाम भविष्यत्काले अस्ति, अपि च तस्याः साधनार्थम् एका द्वितीया क्रिया उपयुज्यते, तस्यां दशायां प्रथमक्रियायाः व्यक्तीकरणार्थं यः धातुः अस्ति तस्मात् धातोः तुमुञ्च ण्वुल् च भवतः. निदर्शनार्थं भोक्तुं व्रजति इत्यस्मिन् तुमुन् प्रत्ययः विहितः, भोजकः विहितः ओके भोजकः व्रजति इत्यस्मिन् ण्वुल् प्रत्ययः विहितः. तस् ण्वुल् प्रत्ययः लैक् भवती अपि लैक् पूर्वम् उक्तवती रामः पाठकः इति वयं तत् न अहं न श्रुतवती. भोजकः व्रजति इत्यस्मिन् नुल् प्रत्ययः विहितः, किन्तु उभयत्र अर्थः भिन्नः. तुमुन् प्रत्ययः भावार्थे, नुल् प्रत्ययः कर्त्रर्थे, कर्त्रर्थे इत्यनेन भोजकः व्रजति. तर्हि एवम् अस्ति चेत् नुल् ऋचौ इत्यनेन नुल् प्रत्ययः विधीयते एव, पुनः कर्त्रर्थे नुल् प्रत्ययः अपरेण सूत्रेण किमर्थम् इति चेत् नुल् पृचौ ओके वट् डिड् ऐ मिस् ओके किन्तु उभयत्र अर्थः भिन्नः, तुमुन् प्रत्ययः भावार्थे, नुल् प्रत्ययः कर्त्रर्थे. तर्हि एक एवम् अस्ति चेत् नुल् पृचौ इत्यनेन नुल् प्रत्ययः विधीयते एव, पुनः कर्त्रर्थे नुल् प्रत्ययः अपरेण सूत्रेण किमर्थम् इति चेत् अत्र यः करोति सः इति अर्थः अस्ति एव, किन्तु भविष्यति ओके नुल् पृचौ ओके तुमुन् नुलौ क्रियायां क्रियायां क्रियार्थायाम् अत्र नुल् प्रत्ययः कर्त्रर्थे, परन्तु नुल् पृचौ इति सूत्रेण तृच् नुल् अपि च तृच् अपि प्रत्ययः कर्त्रर्थे विधीयते इति अस्ति. किमर्थम् इति चेत् अत्र यः करोति सः इति अर्थः, अत्र इत्युक्ते अत्र नुल् पृचौ इति सूत्रे तस्मिन् सूत्रे अर्थः यः करोति सः यः करोति सः इति अर्थः. भोजकः व्रजति इत्युक्ते गच्छति, गत्वा च खादकः भविष्यति. आम् अधुना खादकः नास्ति ओ अस्तु ओ अधुना खादकः नास्ति इत्यनेन भोजकः व्रजति इत्युक्ते कर्तृत्वे अग्रे सः भविष्यति इति ओके. अतः तुमुन् नूलौ क्रियायां क्रियार्थायाम् इति सूत्रेण भविष्यत्कालार्थे नूल् प्रत्ययः विधीयते ओके ओके भविष्यत्कालार्थे बट् कर्तृत्वे ओके कर्त्रर्थे इदमपि बोध्यं यत् भविष्यत्कालार्थे अयं नुल् प्रत्ययः अव्ययं नास्ति. भविष्यत्कालार्थे अयं नुल् प्रत्ययः अव्ययं नास्ति. किमर्थं वयम् अव्ययम् इति चिन्तयितुं शक्नुमः? इदमपि बोध्यं यत् सामान्यतया नुल् प्रत्ययः अव्ययं नास्ति खलु. हा अव्ययं नास्ति. किमर्थं वयं इवन् इवन् त्रिचि अव्ययम् इति आम् ओ तुमुन् इत्यस्य कारणेन वा वाक्यनिर्माणं अव्ययम् अस्ति तुमुन् अव्ययम् अस्ति परन्तु नुल् अव्ययं नास्ति इति. त्रिशलिङ्गेषु भवति भोजकः भोजिका भोजकम् अस्तु. तर्हि अयं नुल् प्रत्ययः भविष्यत्कालार्थे, किन्तु नुल् कृचौ इत्यनेन त्रिषु कालेषु भवति. ओ अस्तु अस्तु भगिनि. अस्तु सूत्रद्वयं खलु, नुल् कृचौ इति एकं सूत्रं, तुमुन्नुलौ क्रियायां क्रियार्थायाम् इति द्वितीयसूत्रं. त्री वन् वन् त्री त्री एतत् त्री त्री टेन् नूल् त्रिचौ इत्यनेन सामान्यतया नूल् विधीयते, यः करोति सः तावदेव तत्र. परन्तु द्वयोः सूत्रमपि धातोः तत्रोपपदं सप्तमीष्टम् अधः एव अस्ति. त्री वन् वन् त्री त्री अपि वा? आम् आम् भगिनि. तत्र उपपदम् अस्ति खलु, किमपि नास्ति. उपपदं धातुतः एव सर्वत्र आवश्यकता नास्ति. तत्र न आवश्यकं खलु, त्री वन् वन् तत्र न आवश्यकं. नूल् तृचौ इत्यत्र न आवश्यकं. तुमुन्नूलौ क्रियायां क्रियार्थायाम् इत्यत्र एव सप्तमी विभक्तिः अस्ति. तत्र एव तत्र उपपदं सप्तमीस्तम् इत्यस्य आवश्यकता अस्ति. नूल् तृचौ इति प्रथमा विभक्ति द्विवचनं तावदेव खलु. नो परन्तु भविष्यति इति कालार्थे यद् आवश्यकं तत् तुमुन् नूलौ क्रियायां क्रियायाम् इति सूत्रेण एव भवति, न तु नूल् तृचौ इत्यनेन. तस्य अपप्रायः अभवत् सुमुनौलौकिकायां प्रयार्थायाम् इति भविष्यकालादि नूल् प्रत्ययः विधीयते. तत्र एव बोधकः बोधिका तदेव तदुदाहरणमासीत्. रामः पाठकः भवान् कुत्रापि गतवान्, रामः पाठकः शालां गच्छति, तत्र सुमुनौलौ क्रियायां रामः पठितुं शालां गच्छति इति उदाहरणं. रामः पाठकः शालां गच्छति, ओ सम्यक् अस्ति. तत्र सुमुनौलौ क्रियायां क्रियातायाम् इत्यस्मिन् अर्थे विधीयते नूल् भविष्यति. परन्तु वयं न न प्रसिद्धः एव, तादृशचिन्तनं न कृतवन्तः. तावदेव नूल् इति बहु प्रसिद्धमेव, परन्तु भविष्यत् कालार्थे तस्य उपयोगं भवति इति पृथक् पृथक्करणं न कृतवन्तः. वि आल्वेस् न्यू नूल् तृचौ, तावदेव. गतपाठे अपि वयं तुमुल् इत्यस्य एव चिन्तनं कृतवन्तः, तत्रापि नूल् वयं अधिकं ध्यानं न दत्तवन्तः खलु, अवधानं तस्य विषये न श्रुतवती अपि भगिनि. प्रयोगः कुत्रापि अस्माभिः न दृष्टमासीत् अत्र सामान्यकाले भवति. इदानीं पश्यतु, नौ इफ् विल् सी क्लारिटि भवति. अस्ति एव नूल् प्रयोगः अस्ति, परन्तु नूल् तृचौ नूल् तृचौ इत्येव चिन्तनमासीत्. कर्त्रार्थे अस्ति तावदेव अस्माकं अवधानं तस्मिन् समये. इदानीं भविष्यत्कालार्थे अपि तस्य प्रयोगः भवति इति सम्यक् अस्ति. एतत् त्रिषु आं नूल् तृचौ इत्यनेन त्रिषु कालेषु अपि भवति, तुमुन्नूलौ क्रियायां क्रियार्थायाम् इत्यनेन भविष्यत्कालार्थे भवति. भोजकः भोजिका भोजकं, तद् वाक्यं दृष्ट्वा कथम् अवगन्तव्यम् इति द्रष्टव्यम्. एतद् रामः इति किम् आसीत्? रामः पाठकः शालां गच्छति, अत्र भविष्यति कालात् पठितुं गच्छति इत्यस्य कृते अत्र रामस्य विशेषणमपि भवति खलु पाठकः. तदेव तदेव मम चिन्तनमपि, पाठकः रामः इति अपि भवितुं, कथं वा वयं तद् भविष्यत् कालार्थे इति निर्णयं कुर्मः. रामः पाठकः शालां गच्छति इत्येव अस्ति. पाठकः बिकास् आफ् नूल् प्रत्ययः देन् भविष्यत् सामान्य नूल् नूल् उदाहरणमेकं पश्यामः. नूल् तृचौ खलु सूत्रसङ्ख्या 133 भगिनि. ओ तत्र उदाहरणमेव नास्ति. एस् सि वासुमति अस्ति वा, हारकः हर्ता, तत्र वाक्यमेव नास्ति. तत्र भेदः कथम् अवगन्तुं शक्यते? सन्दर्भं दृष्ट्वा एव, वाक्यं दृष्ट्वा एव. तदापि वाक्यं दृष्ट्वा अपि पाठक रामः पाठकः शालां गच्छति इत्यत्र कथं सन्दर्भः द्रष्टव्यं भवति, अन्यथा वाक्येन अवगन्तुं न शक्नुमः. कः सन्दर्भः इति प्रसङ्गः कः इति दृष्ट्वा एव. विशेषणविशेष्यम् इव दृश्यते खलु अत्र. रामः यः पाठकः सः जालां गच्छति, तावदेव दृश्यते खलु. तत्र भविष्यत् कालार्थम् इति पठितुं गच्छति इति कुत्र अर्थं न वयं जानीमः. सम्यक् अस्ति एतत्. अस्तु महोदय एव खलु. धन्यवादः भगिनी महोदय. प्रियार्थायां क्रियायां क्रियार्थायां क्रियायां लृट् लकारे. तर्हि अधुना लृट् शेषे च इत्यस्य प्रसङ्गे क्रियार्थायां क्रियायाम् उपपद इतरयोः व्यवहारः कथमस्ति इति परिशीलयितुं सिद्धाः वयम्. क्रियार्थायां क्रियायाम् उपपदे धातोः भविष्यति काले लृट् लकारः भवति. तुमन्तस्य प्रसङ्गे भोक्तुं व्रजति इति दर्शन निदर्शनं दत्तम्. तत्र भोक्तुं भविष्यत्कालार्थे अस्ति, अपि च व्रजति क्रियार्थायां क्रियायाम् उपपदे अस्ति. एवमेव लुट्टकारे भवति, भोक्षति इति व्रजति. अर्थः अस्ति यः कोऽपि गच्छति येन खादितुं शक्नुयात् इति, भोक्षति इति वदति. एतावत् न खादति गत्वा खादिष्यति. श्यामः भोक्षति इति गृहं गच्छति. अस्मिन्नेव अर्थे श्यामः भोक्तुं गृहं गच्छति. अत्र मुख्या क्रिया अस्ति भोजनक्रिया, भोक्षति इति. यत्र एकां क्रियां कर्तुं द्वितीया क्रिया क्रियते, तत्र या क्रिया मुख्या अस्ति तस्याः निर्देशं कर्तुं ऋट्लकारः उपयुज्यते. यदि श्यामः भोजनक्रियार्थायां गृहं गच्छति तर्हि अत्र भोजनक्रिया मुख्या अस्ति, अपि च गमनक्रिया क्रियार्था क्रिया अस्ति. भोजनक्रियार्थं गमनक्रिया कृता, अतः क्रियार्था क्रिया इति उक्तम्. अत्र क्रियार्थायां क्रियायां क्रियायाम् इति तत्र तस्य विवरणमस्ति. तत्र क्रियार्थायां क्रियायाम् उपपद इत्यनेन व्यवहारः कथमस्ति इति अस्माभिः दृष्टमासीत् पूर्वं. तुमन्नूलौ क्रियार्थायां क्रियायां तत्र क्रियाद्वयं भवति. एका क्रिया एका मुख्या क्रिया भवति, अन्यः तत्र प्रयोजिकक्रिया भवति. तत्र क्रियार्था क्रिया अस्ति, क्रियार्था क्रिया यदस्ति तत् क्रियार्था यत् मुख्यक्रिया अस्ति ततः दृढककारः भवति. अत्र यत् यत् मुख्यक्रिया अस्ति तत्र लुट्लकारः भवति, लुट्लकारः भवति. अत्र यथा भोक्षति इति व्रजति इत्यस्मिन् तत्र क्रियाद्वयमस्ति, भोक्षति अपि च भोजनक्रिया अपि च व्रजनक्रिया. भोजनक्रिया अस्ति मुख्यक्रिया अस्ति, तत्र मुख्यक्रिया अस्ति तस्य साधनार्थं व्रजनक्रिया. तर्हि मुख्यक्रियायाः धातो क्रियायाः धातोः तत्र लुट्टकारः भवति, अतः भोक्षति इति व्रजति इति वाक्यं भवति. अत्र इदानीं सः भोजकः नास्ति, अग्रे गत्वा भोजकः भवति इति अर्थः भोक्षति इति व्रजति इति अर्थः भवति. तत्र एकां क्रियां कर्तुं द्वितीया क्रिया क्रियते, तत्र या क्रिया मुख्या अस्ति तस्याः निर्देशं कर्तुं लृट्लकार. यथा अत्र भोक्षति इति व्रजति इत्यस्मिन् भोजनक्रिया मुख्यक्रिया अस्ति, व्रजनक्रिया क्रियार्था क्रिया अस्ति. तर्हि तत्र भोजनक्रिया या मुख्यक्रिया अस्ति ततः भुज् धातोः लुट्लकारः सति भोक्षति इति भवति इति अस्ति. अस्तु, स्पष्टमस्ति खलु? इति वक्तव्यं, भोक्षति व्रजति इति वदति चेत् तत्र क्रियाद्वयमस्ति. रामः भोक्षति व्रजति इति भवति चेत् तत्र क्रियाद्वयम् अस्ति खलु. तत्र कथं तत्र एकः कर्ता एकः अस्ति, तत्र क्रियाद्वयम् अस्ति. एतत् प्रयोगं दृश्यते वा? एतत् प्रयोगः दृश्यते वा भगिनि? श्यामः भोक्षति इति गृहं गच्छति तादृशमस्ति वा? न न, भवति खलु कथायां एतत् चिन्तनं कर्तुं शक्नुमः खलु. कथा भवति सः भोक्षति इति इदानीं तत्र भोजनसमारम्भ अस्ति गृहे, अतः सः सम्यक् खादिष्यामि इति गच्छति इति चिन्तयित्वा गच्छति इति तादृशवाक्यं कर्तुं शक्यते खलु. लौकिक विग्रहवाक्य प्रयोग नास्ति, प्रयोग नास्ति अस्ति वा इति प्रायः अस्ति एव. वि हेव् नाट् पेड् अटेन्शन्. तत्र वयं किं चिन्तयामः इति प्रयोगेन तद् कोऽपि वदति तादृशम् इति, अतः तत्र वि हेव् नाट् पेड् अटेन्शन् तद् लृट्लकारप्रयोगः एतादृशमेव करणीयम् इति अस्माकं चिन्तनं न आसीत्. इतः परं यत्र यत्र पश्यामः लृट् प्रयोगः अस्ति चेत् वाक्यं पूर्णतया पठनीयं, तत्र क इति प्रयोगः अस्ति वा, वाक्यस्य निर्माणं कथं जातम् इति इदानीं किञ्चित् अवधानं दातव्यम्. प्रायः भवेत् कथायामेव कथायामेव भवति, न तु तत्र यथा कोऽपि भोजकः गच्छति इदानीं तत्र खादन पटु अस्ति, अहं सम्यक् खादिष्यामि इति गच्छति इति वदामः खलु, तत्र तद् खादिष्यामि इति गच्छामि इति न भवति, इति गच्छति तद् तत्र नास्ति खलु, तत्र तादृशः नास्ति. एतत् अत्र भोक्षति तत्र पुरुषसमानमेव भवेत् खलु, अत्रापि भोक्ष्यति इति गच्छति, भोक्ष्यामि इति गच्छति इत्यस्मिन् तत्र भोक्ष्यामि इति चिन्तयित्वा गच्छति, समीचीनं नास्ति. तत्र एव वयं किं कुर्मः, सामान्यतया तत्र सर्वत्र वयं तुमुन् योजयामः खलु, अतः तत्र एतादृशप्रयोगः प्रायः विरलः एव. तस्य प्रयोगः अपि भवान् न भवति, तत्रापि तस्य प्रयोगः अपि न दृष्टः खलु. भोजकः द्रष्टव्यं, वयं तु यदा रिसर्च् पेपर्स् तादृशं यदा यत्र नाटकेषु गद्य पोर्षन्स् तत्र एव द्रष्टव्यं खलु, द्रष्टव्यं प्रायः भवेत्. भट्टिकाव्ये तत्र तस्मिन् स्यात् भट्टिकाव्यमिति तत्र व्याकरणस्य कृते एव खलु भट्टिकाव्यं, सत्यं तत्र प्रायः भवेत् तादृशप्रयोगः प्रायः भवेत्. सम्यक्, अग्रे महोदय. लृट्शेषे च इत्यस्य अनुवृत्तिसहितसूत्रमस्ति, भविष्यति क्रियार्थायां क्रियायां धातोः लृट् शेषे च, तर्हि भविष्यत्कालार्थे क्रियायां सोरि क्रियार्थायां क्रियायां धातोः लृट् भवति इति अधुना परिशीलितं, तदा शेषे च अनेन यत्र क्रियार्थायां क्रिया नास्ति, क्रियार्थायां क्रिया नास्ति अन्यत्र सर्वत्र सामान्यभविष्यत्कालार्थे लृट्लकारप्रयोगः शेषे च इति अन्तर्गतम् अस्ति, यथा पिता कार्यं करिष्यति, मम पित्रं पत्रिकायां लेखं लेखिष्यति, यत्र कुत्रापि सामान्यभविष्यत्कालार्थे लिट् व्यवहारः भवति क्रियार्थायां क्रियां विहाय शेषे च इत्यनेन विधीयते. अत्र शेषे च इति पदमस्ति, तत्र सूत्रे आसीत् अस्माभिः दृष्टमासीत् धातोः तुं क्षम्यतां, तत्र किमासीत् सूत्रं, तत्र भविष्यति क्रियार्थायां क्रियायां धातोः लिट् शेषे च इति उक्तं, शेषे इदानीं क्रियार्थां क्रियायां क्रियायां क्रियार्थायाम् इति अस्माभिः दृष्टं, शेषे च इत्यनेन तत्र सामान्यभविष्यत्कालार्थे लिट्लकारस्य प्रयोगः भवति. अत्र एकम् उदाहरणमस्ति, पिता कार्यं करिष्यति, अत्र क्रियार्था क्रिया किमपि नास्ति, केवलं तत्र कृ धातोः तत्र भविष्यत्कालार्थं द्योतयितुं कार्यस्य भविष्यत्काले द्योतयितुं कृ धातोः तत्र लिट्लकारस्य प्रयोगः, पिता कार्यं करिष्यति. यथा लेखं लेखिष्यति इत्यस्मिन् अपि लेखं तत्र भविष्यत्कालार्थं द्योतयितुं तत्र लिक् धातोः तत्र लिट्लकारस्य प्रयोगः कृतः. अत्र क्रियार्था क्रिया किमपि नास्ति अत्र, सत्यं तदपि अत्रापि तदेव उदाहरणं प्रदर्शितं. शेषे इत्युक्ते या क्रिया इदानीं न आरब्धा, या च क्रियायां क्रियार्थायाम् इत्यनेन अपि न निर्दिश्यते, तां दर्शयितुं लुट्लकारस्य प्रयोगः भवति. यदा रामः सायं वनं गमिष्यति युवां कदा कार्यं करिष्यतः वयं व्याकरणं पठिष्यामः इति उदाहरणानि. सो या क्रिया न आरब्धा अनन्तरं क्रियार्थायां क्रियायाम् इत्यनेन अपि न निर्दिश्यते तादृशं दर्शयितुं घृट्लकारप्रयोग. ओ तत् भागद्वयमस्ति. अवगतं खलु? लेखिष्यति इति प्रयतते पत्रिकायां लेखं लेखिष्य मम मित्र पत्रिकायां लेखिं लेखं लेखिष्यति इति प्रयतते इति भवति चेत् तत्र क्रिया सक्रिया क्रियातायां क्रिया सत्यं सत्यं लेखं लेखिष्यति लेखिष्यति इति तत्र नास्ति तत्र सामान्य यतते इति तत्र क्रियार्था क्रिया अस्ति. सत्यं मम पिता कार्यं करिष्यति इति गच्छ इति कार्यालयं गच्छति. आं सत्यं तत्र अपि तत्र कर्ता समानं भवेत् क्रियार्था क्रिया गमनक्रिया अस्ति तत्र कृदात्तो तत्र दृट्लकारः भवति क्रियार्थायां क्रिया यदि तत्र पिता कार्यं करिष्यति इति अहं मन्ये इति मन्ये इति अस्ति चेत् तत् क्रिया नास्ति खलु तद् नास्ति करिष्यति इति मन्ये इति तत्र भिन्नभिन्न अस्ति खलु अहं मन्ये तत्र सत्यं तत्र नास्ति तत्र शेषे च इति भागः एव तादृशप्रयोगः वयं दृष्टवन्तः इति मन्ये तद् सामान्यतया दृश्यते एतादृशं प्रायः अवधानं दातव्यं. सम्यक् सामान्य भविष्यत्कालार्थे तत्र शेषे च इत्यनेन वयं अवगन्तुं शक्नुमः लुट्लकारस्य प्रयोगः इति सामान्यसूत्रमस्ति तदा अपवादः. सत्यम् अरुणा भगिनी अस्ति वा? भगिनि अस्मि भगिनि. अस्तु आम् अग्रे. सामान्य भविष्यत्कालः इति अर्थः. अधुना सामान्य भविष्यत्कालः इति विषयः उक्तम् आसीत् यत् लोट्लकारः सामान्य भविष्यत्काले भवति तत्र कुत्र कुत्र भवति इति बोध्यम् अस्माभिः. भविष्यत्कालार्थे लोट्लकारः सर्वत्र व्यवह्रियते. अपवादभूतव्यवहारः तस्य स्थाने न भवति चेत् अपवादस्तु अत्र लुट्लकारः. तर्हि सामान्यस्य व्यवहारः कुत्र इत्यस्य बोधनार्थम् अपवादव्यवहारः कुत्र भवति इति बोध्यं तद्विहाय अवशिष्टं सर्वं सामान्यमिति. तदर्थं सामान्यतया भविष्यत्कालार्थे लोट्लकारः विधीयते तद् सामान्यतया. परन्तु भविष्यत्कार्थे लुट्लकारः सर्वत्र व्यवह्रियते. अपवादभूतव्यवहारः अस्ति चेत् न भवति केवलं लुट्लकारः भवति. वयं पठामः अग्रे सामान्यव्यवहारः कुत्र अपवादव्यवहारः कुत्र अस्ति इति वयं पठामः. पठतु भगिनि. अपवाद अपवादभूत लुट्लकारः पूर्वमेव लुट्लकारः परिशीलितः अस्माभिः. गतरात्रे अन्तिमप्रहरात् आगम्यमानरात्रे प्रथमप्रहर पर्यन्तम् अद्यतनकालः उच्यते. न विद्यते अद्यतनं यस्मिन् अनद्यतनम्. अनद्यतनभविष्यत्कालस्य विवक्षायां धातुभ्यः लुट् लकारे विधीयते. यथा स्वः देवदत्तः कर्ता. देवदत्तः स्वः भोक्ता ओके धनप्रथम अपवादभूत लुट्लकार इति किम् इति दत्तं विवरणं दत्तं पूर्वमेव वयं लुट्लकार पठितवन्तः अत्र अपवादमस्ति अद्यतनकाल अद्यतनकालः इति अस्तमिति गतरात्रे अन्तिमप्रहरात् आगम्यमानस्य प्रथमप्रहरपर्यन्तम् अद्यतनकालः इति उच्यते ऐ थिङ्क् मै गडे नैन् ओ क्लाक् आफ्टर् 9 to 3 समथिङ्ग् लैक् गतपाठे तादृशमेव किमपि दृष्टवन्तः 9 इति स्मरामि 9 PM to 3 AM वा इति इदानीं न स्मरामि परन्तु 9 PM सम्यक् 3 AM एव 3 AM इति अद्यतनकालः अद्यतनकालः इति उच्यते अद्यतन विवरणं दत्ते अद्यतनः किम् इति चेत् न विद्यते अद्यतनं यस्मिन् अन्यत् अनद्यतनम् इति विवरणम् अनद्यतनविषत् कालते धातुभ्यः लुक् लकारः विधीयते उदाहरणं स्वः देवदत्तः कर्ता देवदत्तः स्वः भोक्ता इति ओके प्रहराणां पुनस्मरणम् एकस्मिन् स्थितौ अष्टौ प्रहराः वर्तन्ते एषु चत्वारः प्रहराः दिनस्य चत्वारः च रात्रि प्रथमप्रहारः आरभ्यते सूर्योदयसमये तर्हि षड्वादने प्रथमप्रहरस्य आरम्भः इति चेत् प्रातःकालस्य षड्वदनात् सायङ्कालपर्यं दिनस्य प्रहरः उक्तं यत् गतरात्रे अन्तिमप्रहरात् आगम्यमाना रात्रे प्रथमपर्यन्तम् अद्यतनकालः गतरात्रे अन्तिमप्रहरात् रात्रौ त्रिवादनात् षड्वादनपर्यन्तम् आगम्यमानरात्रेः प्रथमप्रहारः इत्युक्ते सायङ्कालस्य षड्वादनात् नववादनपर्यन्तम् अतः अद्यतनकालः इत्यस्मिन् आहत्य षड् प्रहारः सन्ति रात्रिकालेयां त्रिवादनात् आरभ्य आगम्यरात्रेः नववादनपर्यन्तं तदेव दत्तं भगिनि प्रथमम् अष्ट प्रहराः सन्ति चत्वारः प्रहराः दिनस्य सूचयति चत्वारः रात्रे सूचयति प्रथमतः नाम सामान्यं सूर्योदयसमये अत्र 6 o'clock इति स्वीकुर्मः 6 AM इति प्रातःकालस्य षड्वादनात् सायङ्कालं पर्यन्तं दिनस्य प्रहरः तद् सम्यक् अन्तिमवाक्ये ओके रात्रिवेलायां त्रिवादनात् सो 3 AM खलु आरभ्य आगम्यमानरात्रेः नववादनपर्यन्तं सो 3 AM to 9 PM इति एकः प्रहरः वा अद्यतनकालः अवगतम् अवगतम् अस्तु अस्तु अस्तु सो 3 AM अनद्यतन सो अद्यतन इस् 3 AM to 9 PM अवगतं न अद्यतनकालं या सत्यं सो नौ वि आर् इन् इदानीम् अत्र तु 9:24 अस्ति अनद्यतनजात you are in anadyata now we are adyata you are in anadyata yes satya my god satya samyak एतद् अग्रिमपाठे पश्यामः वा. अनद्यतने लुट् इति तत्र काशिकायां दत्तमस्ति इति आरभ्य अग्रिमसप्ताहे अहम् आगमिष्यामि. इदानीं तु अनद्यत जातं खलु, अतः अग्रिमसप्ताहे अहम् आगमिष्यामि. तस्मात् अनन्तरं 17 and 24 प्रायः ऐ विल् नाट् कम् दट् वीकेण्ड्. द 24th वीकेण्ड् ऐ हेव् एन् एक्साम्. नेक्स्ट् वीक् ऐ विल् कम्. 10th वि विल् डु. देन् 17, 24 भवन्तः किञ्चित् एतदेव पुनः स्मरणं कुर्वन्तु. एन् न्यू इयर् वि विल् मीट् अगेन्. सो 10th वि विल् हेव् अ क्लास्. समीचीनं वा भगिनि? गुड् लक् भगिनि. I have some time. I is still preparation itself is going on. What exam, Bagini? This is